पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 43। युधिष्ठिर उवाच, यथा प्रयागस्य मुने माहात्म्यं कथितं त्वया, तथा तथा प्रमुच्येऽहं सर्वपापैर्न संशयः। भगवन् केन विधिना गन्तव्यं धर्मनिश्चयैः, प्रयागेयो विधिः प्रोक्तः, तन्मे ब्रूहि महामुने। मार्कण्डेय उवाच, कथयिष्यामि ते वत्स तीर्थयात्रा विधिक्रमं, यो गच्छेद कुरु श्रेष्ठप्रयागं देवसंयुधं बलिवर्धसमारूढः। शृणु तस्यापि यद्फलं वसते नरके घोरे, गवां क्रोधे सुदारुणे, सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः। यस्तु पुत्रांस्तथा बालान् स्नापयेत् पाययेत्तथा, यथात्मनस्तथा सर्वान् दानं विप्रेषु दापयेद्। ऐश्वर्यलोभान् मोहाद्वा गच्छेद्यानेन यो नरः, निष्फलं तस्य तत्तीर्थं तस्माद्यानं परित्यजेद्। गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति, आर्षेण दुविधानेन यथा विभवसम्भवं, न पश्यति यमं घोरं नरकं तेन कर्मणा। उत्तरान् स कुरून् गत्वा मोददे कालमक्षयं, पुत्रांस्तु दाल्लभदे धार्मिकान्नयसंयुतान्, तत्र दानं प्रदातव्यं यथा विभवसम्भवं, तेन तीर्थफलैनैव वर्धते नात्र संशयः। स्वर्गे तिष्ठति राजेन्द्र यावदा भूतसंप्लवं, वडमूलं समाश्रित्य यस्तु प्राणान् परित्यजेद। सर्वलोकानधिक्रम्य रुद्रलोकं च गच्छति, तत्र ते द्वादशादित्यास्तपं ते रुद्रमाश्रिताः। निर्दहन्ति जगत्सर्वं वडमूलं न दह्यते, नष्टचन्द्रार्कपवनं यदा चैकार्णवं जगद। स्वपित्रत्रैव वै विष्णुर्जायमानः पुनः पुनः, देवदानवगन्धर्व ऋषयसिद्धचारणाः। सदा सेवन्ति तत्तीर्थं गङ्गायमुनसङ्गमे, तत्र गच्छन्ति राजेन्द्रप्रयागे संयुतं च यद्। तत्र ब्रह्मादयो देवा दिशश्चैव दिगीश्वराः, लोकपालाश्च साध्याश्च पितरो लोकसम्मताः, सनत्कुमारप्रमुखास्तथैव परमर्षयः, अङ्गिरप्रमुखाश्चैव तथा ब्रह्मर्षयः परे, तथा नागाश्च सिद्धाश्च सुपर्णाखेचराश्च ये, सरितस्सागराश्चैला नागाविद्याधरास्तथा। हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः, गङ्गायमुनयोर्मध्ये पृथिव्या जखनं स्मृतं, प्रयागं राजशार्दूलत्रिषु लोकेषु विश्रुतम्, ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत। श्रवणात् तस्य तीर्थस्य नाम सङ्कीर्तनादपि मृत्तिका लम्भनद्वापि नरः पापात् प्रमुच्यते तत्राभिषेकं ह्यः कुर्यात् सङ्गमे संश्रुतव्रतः तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः न वेदवचनात्ताद न लोकवचनादपि मदिरुत्क्रमणीयादे प्रयागगमनं प्रति दशतीर्थसहस्राणि षष्टिकोट्यस्तथा पराः येषां सान्निध्यमत्रैव कीर्तनात् कुरुनन्दन या गतिर्योगयुक्तस्य सदुग्धस्य मनीषिणः सा गतित्यजतः प्राणान् गङ्गायमुनसङ्गमे तेन जीवन्ति लोकेऽस्मिन् यत्र यत्र युधिष्ठिर ये प्रयागं न सम्प्राप्तास्त्रिषु लोकेषु विश्रुतम् एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदं मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा कम्बलाश्वतरौ नागा यमुना दक्षिणे तडे तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपादकैः तत्र गत्वा तु तत्स्थानं महादेवस्य धीमतः नरस्तारयते सर्वान् दशातीतान् दशापरान् कृत्वाभिषेकं तु नरसोऽश्वमेध फलं लभेद स्वर्गलोकमवाप्नोति यावदाभूद सम्प्लवं पूर्वपार्श्वे तु गङ्गायां त्रिषु लोकेषु भारत कूपं चैव तु समुद्रं प्रतिष्ठानं तु विश्रुतं ब्रह्मचारी जिदक्रोधस्त्रिरात्रं यदि तिष्ठति सर्वपापविशुद्धात्मा सोऽश्वमेध फलं लभेद उत्तरेण प्रतिष्ठानात् भागीरथ्यास्तु पूर्वतः हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् अश्वमेधफलं तस्मिन् स्नादमात्रस्य भारत यावच्चन्द्रश्च सूर्यश्च तावत् स्वर्गे महीयते उर्वशी पुलिने रम्ये विपुले हंसपाण्डुरे सलिलैस्तर्पयेद्यस्तु पितृंस्तत्र विमत्सरः षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च सेवते पितृभिः सार्धं स्वर्गलोकं नराधिप पूज्यते सततं तत्र ऋषिगन्धर्वकिन्नरैः ततः स्वर्गपरिभ्रष्टः क्षीणकर्मा दिवश्च्युतः उर्वशी सदृशीनां तु कन्यानां लभते शतं गवां शतसहस्राणां भोक्ता भवति भूमिप काञ्चीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते भुक्त्वा तु विपुलान् भोगांस्तत्तीर्थं लभते पुनः कुशासनधरो नित्यं नियतः संयतेन्द्रियः एककालं तु भुञ्जानो मासं भोगपतिर्भवेत् सुवर्णालङ्कृतानां तु नारीणां लभते शतम् पृथिव्यामासमुद्रायां महाभोगपतिर्भवेद दशग्रामसहस्राणां भोक्ता भवति भूमिपः धनधान्यसमायुक्तो दादा भवति नित्यशः स भुक्त्वा विपुलान् भोगांस्तत्तीर्थं स्मरदे पुनः अथ तस्मिन् वडे रम्ये ब्रह्मचारी जितेन्द्रियः उपोष्य योगयुक्तश्च ब्रह्मज्ञानमवाप्नुयाद कोडितीर्थं समासाद्य यस्तु प्राणान् परित्यजेद कोटिवर्षसहस्राणि स्वर्गलोके महीयते ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः सुवर्णमणिमुक्ताढ्ये कुले भवति रूपवान् ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु दशाश्वमेधकं तत्र तीर्थं तत्रापरं भवेद् कृत्वाभिषेकं तु नरसोऽश्वमेधफलं लभेद धनाढ्यो रूपवान् दक्षो दादा भवति धार्मिकः चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम् अहिंसायां तु यो धर्मो गमनादेव तद्भवेद् कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाह्यते कुरुक्षेत्राद्दशगुणा यत्र सिन्ध्वा समागता यत्र गङ्गा महाभागा बहु तीर्थ तपोधना सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्याविचारणा क्षितौ तारयदे मर्त्यान्नागांस्तारयदेऽप्यधः दिवि तारयदे देवांस्तेन सा त्रिपधा स्मृता यावदस्तीनि गङ्गायां तिष्ठन्ति तस्य देहिनः तावद्वर्षसहस्राणि स्वर्गलोके महीयते तीर्थानां तु परं तीर्थं नदीनामुत्तमा नदी मोक्षदा सर्वभूतानां महापादकिनामपि सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः सर्वेषां चैव भूतानां पापोपहतचेतसां गतिमन्वेषमाणानां नास्ति गङ्गा समागतिः पवित्राणां पवित्रं या मङ्गलानां च मङ्गलं महेश्वर शिरोभ्रष्टा सर्वपापहरा शुभा इति श्रीपद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्ये त्रिचत्वारिंशोऽध्यायः ओम्।